మజ్జిమ నికాయు 2.2.8 నలక పాన సుత్తం ఏవం మే సుతం ఏకం సమయం భగవా కోసలేసు విహరతి నలక పానే పలాసవనే తేన కోపన సమయేన సంబహులా అభిజ్ఞాత అభిజ్ఞాత కులపుత్త భగవంతం ఉద్దేశ్య సంధా అగారస్మ అనగారియం పంబజితాహంతి ఆయస్మాచ అనురుద్ధ ఆయస్మాచ భందియో ఆయస్మాచ కింబిలో ఆయస్మాచ భగు ఆయస్మా కుండధానో ఆయస్మాచ రేవతో ఆయస్మాచ ఆనంద అన్యేచ అభిజ్ఞాత అభిజ్ఞాత కులపుత్త తేన కోపన సమయేన భగవా భిక్ఖు సంఘ పరివృతో అంభోకాశే నిసిన్నోతి అథ కో భగవాతే కులపుత్తే ఆరంభ భిక్ఖు ఆమంతేసి ఏతే భిక్ఖవే కులపుత్త మమం ఉద్దేశ్య సంధా అగారస్మ అనగారియం పంబజిత కంచితే భిక్ఖవే భిక్ఖు అభిరత బ్రహ్మచరియేతి ఏవం ఉత్తే భిక్ఖు తున్హి అహేసు ద్వితీయంపి పేయాల తున్హి అహేసు తతీయంపి కో భగవాతే కులపుత్తే ఆరంభ భిక్ఖు ఆమంతేసి ఏతే భిక్ఖవే కులపుత్త మమం ఉద్దిశ్య సంధా అగారస్మ అనగారియం పంబజిత కంచితే భిక్ఖు కవే భిక్ఖు అభిరత బ్రహ్మచరియేతి తతీయం పిఖోతే భిక్ఖు తున్హి అహేసు అథ కో భగవతో ఏతదోసి యన్నూనాహంతేవ కులపుత్తే పుంచేయంతి అథ కో భగవాయస్మంతం అనురుద్ధం ఆమంతేసి కంచితుం హే అనురుద్ధ अभिरता ब्रह्मचरीति तग्मयं भन्ते अभिरता ब्रह्मचरीति साधु साधु अनुरुद्ध एतंखो अनुरुद्धातुम्हाकं पतिरूपं कुलपुत्तानं सद्धागारस्मानगारियं पम्बजितानं यं तुम हे अभिरमेयाथ ब्रह्मचरी येन तुम हे अनुरुद्धा भद्रेन यौवनेन समन्नागता पठमेन वयसा सुसुकालकेशाकामे परिभुञ्जेयाथ तेन तुम हे अनुरुद्धा भद्रेन यौवनेन समन्नागता पठमेन वयसा सुसुकालकेशा अगारस्मानगारियं पम्बजिता तेखोपनतुं हे अनुरुद्धा नेव राजाहिनीता अगारस्मा अनगारियं पम्बजिता न चोराभिनीता अगारस्मा अनगारियं पम्बजिता न इनन्ता अगारस्मा अनगारियं पम्बजिता न भयन्ता अगारस्मा अनगारियं पम्बजिता न आजीविकापकता अगारस्मा अनगारियं पम्बजिता अपि च खोमि उतिन्नो जातिया जराय मरणेन शोके परिदेवेहि दुःखे दोमनस्से उपायासे दुःखोतिन्नो दुःखपरेतो अप्येव नाम इमस्य केवलस्य दुःखकन्धस्य अन्तःक्रियापञ्ञायेथाति ननु तुम हे अनुरुद्धा एवं सद्धा अगारस्मा अनगारियं पम्बजिताति एवं भन्ते एवं पम्बजितेन च पन अनुरुद्धा कुलपुत्तेन किमस्य करणीयं विवेकं अनुरुद्धा कामे विवेकं अकुशले धम्मे प्रीतिसुखं नाधिगच्छति अन्यं वा ततो संततरं तस्य अभिज्ञापि चित्तं पर्यादाय तिष्ठति व्यापादोऽपि चित्तं पर्यादाय तिष्ठति थीनमिन्धमपि चित्तं पर्यादाय तिष्ठति उद्धच्छकुक्कुच्चं पिचित्तं पर्यादाय तिष्ठति। विचिकिच्छापि चित्तं पर्यादाय तिष्ठति। आरतिपि चित्तं पर्यादाय तिष्ठति। तन्दीपि चित्तं पर्यादाय तिष्ठति। विवेकं अनुरुद्धा कामेहि विवेकं अकुसले इदं मेहि। प्रीतिसुखं नाधिगच्छति अन्यं वा ततो सन्ततरं। विवेकं अनुरुद्धा कामेहि विवेकं अकुसले इदं मेहि। प्रीतिसुखं अधिगच्छति अन्यं वा ततो सन्ततरं। तस्स अभिज्ञापि चित्तं न पर्यादाय तिष्ठति। व्यापादोऽपि चित्तं न पर्यादाय तिष्ठति। थीनमिन्धमपि चित्तं न पर्यादाय तिष्ठति। उद्धच्छकुक्कुच्चमपि चित्तं न पर्यादाय तिष्ठति। विचिकिच्छापि चित्तं न पर्यादाय तिष्ठति। आरतिपि चित्तं न पर्यादाय तिष्ठति। तन्दीपि चित्तं न पर्यादाय तिष्ठति। विवेकं अनुरुद्धा कामेहि विवेकं अकुसले इदं मेहि। प्रीतिसुखं अधिगच्छति अन्यं वा ततो सन्ततरं। किन्ति वो अनुरुद्धा मयि होति ये आसवा संकिलेशिका पूर्णो भविका। सदरा दुःख विपाका आयतिं जाति जरा मरणीया। अपहीना ते तथागतस्स तस्मा तथागतो संखायेकं पटिसेवति। संखायेकं अधिवासेति। संखायेकं परिवज्जेति। संखायेकं विनोदेति। नखो नो भन्ते भगवति एवं होति। ये आसवा संकिलेशिका पूर्णो भविका। सदरा दुःख विपाका आयतिं जाति जरा मरणीया। अपहीना ते तथागतस्स तस्मा तथागतो संखायेकं पटिसेवति। संखायेकं अधिवासेति। संखायेकं परिवज्जेति। संखाये कं विनोदेति ते एवं खोनु भन्ते भगवति होति ये आसवा संकिलेशिका पोनु भविका सदरा दुःख विपाका आयतिं जाति जरा मरणीया पहिनाते तथागतस्स तस्मा तथागतो संखायेकं पटिसेवति संखायेकं अधिवासेति संखायेकं परिवञ्जेति संखायेकं विनोदेति साधु साधु अनुरुद्धा तथागतस्स अनुरुद्धा ये आसवा संकिलेशिका पोनो भविका सदरा दुःख विपाका आयतिं जाति जरा मरणीया पहिनाते उच्चिन्न मूला तालावत्तु कथा अनभावकता आयतिं अनुपाद धम्मा सेयथापि अनुरुद्धा तालो मत्थ कच्चिन्नो अभम्बो पुन विरुल्हिया एवमेव को अनुरुद्धा तथागतस्स ये आसवा संकिलेशिका पोनो भविका सदरा दुःख विपाका आयतिं जाति जरा मरणीया पहिनाते उच्चिन्न मूला तालावत्थु कथा अनभावकता आयतिं अनुपाद धम्मा तस्मा तथागतो संखायेकं पटिसेवति संखायेकं अधिवासेति संखायेकं परिवञ्जेति संखायेकं विनोदेतीति संकिं मन्यसे अनुरुद्धा कं अत्थवसं संपस्समानो तथागतो सावके अम्भते ते कालकते उपपत्तेषु व्याकरोति असु अमुत्र उपपन्नो असु अमुत्र उपपन्नोति भगवं मूलकानो भन्ते धम्मा भगवन् नित्तिका भगवं पटिसरणा साधुवत भन्ते भगवन्तन्येव पटिभातु एतस्स भासितस्स अत्थो भगवतो सुत्वा भिक्खु धारिस्सन्तीति नख अनुरुद्ध तथागत जानकुहनाथ न जानलापनाथ न लाभ साकार शिलोका निशंसाथ नैति मं जनो जानातु ते सावके अम्भते ते कालकते उपपत्ति सुव्याकरोति असु अमुत्र उपपन्नो असु अमुत्र उपपन्नोति संति चखो अनुरुद्धा कुलपुत्ता संधा उलार वेदा उलार पामुंजा थेतं सुत्वा थथन्ताय चित्तं उपसंहरन्ति ते संतं अनुरुद्धाति दीघरत्तं हिताय सुखाय इधानुरुद्धा भिक्खु सुनाति इत्थन्नामो भिक्खु कालकतो सो भगवता व्याकतो अन्याय संठहीति सोखोपनस्स आयस्मा सामं दिट्ठो आहोति अनुस्स वसुतो आ एवं सीलो सो आयस्मा अहोसि इतिपि एवं धम्मो सो आयस्मा अहोसि इतिपि एवं पञ्यो सो आयस्मा अहोसि इतिपि एवं विहारी सो आयस्मा अहोसि इतिपि एवं विमुत्तो सो आयस्मा अहोसि इतिपि इति सो तस्स सद्धं च शीलं च सुतं च चागं च पञ्यं च अनुसरन्तो थथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनो फासु विहारो होति इधानुरुद्धा भिक्खु सुनाति इत्थन्नामो भिक्खु कालकतो सो भगवता व्याकतो पञ्चन्नं ओरं भागियानं संयोजनानं परिक्खया ओपपातिको तत्तपरिनिम्बायि अनावत्ति धम्मो तस्मालोकाति सोखोपनस्स आयस्मा सामं दिट्ठो आहोति अनुस्स वसुतो आ एवं शीलो सो आयस्मा अहोसि इतिपि एवं धम्मो पेयाल एवं पञ्यो पेयाल एवं विहारी पेयाल एवं विमुत्तो स आयस्मा अहसि इति पीति सो तस्स सद्धं च पेयाल पञ्ञं च अनुसरन्तो तथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनो पासु विहरोति इदानुरुद्धा भिक्खु सुनाति इत्थं नामो भिक्खु कालकतो सो भगवता व्याकतो तिन्नं संयोजनानं परिक्खया रागदोषमोहान तनुत्ता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुःखसंतं करिष्यतीति सोखोपनस्स आयस्मा सामन्दिन्तो आहोति अनुस्सुवसुतो एवं शीलो सो आयस्मा अहोसीतिपि एवं धम्मो पेयाल एवं पञ्ञो पेयाल एवं विहारी पेयाल एवं विमुत्तो सो आयस्मा अहोसि इति पीति सो तस्स सद्धं च पेयाल पञ्ञं च अनुसरन्तो तथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनो पासु विहरोति इदानुरुद्धा भिक्खु सुनाति इत्थं नामो भिक्खु कालकतो सो भगवता व्याकतो तिन्नं संयोजनानं परिक्खया सोतापन्नो अविनिपात धम्मो नियतो संबोधि परायनोति सोखोपनस्स आयस्मा सामं दिन्तो आहोति अनुस्स वसुतो एवं शीलो सो आयस्मा अहोसीतिपि एवं धम्मो पेयाल एवं पञ्ञो पेयाल एवं विहारी पेयाल एवं विमुत्तो सो आयस्मा अहोसि इति पीति सो तस्स सद्धं च पेयाल पञ्ञं च अनुसरन्तो तथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनो पासु विहरोति इदानुरुद्धा भिक्खुनी सुनाति इत्थं नामा भिक्खुनी कालकता सा भगवता व्याकता අඤ්ඤාය සන්ඨහීති සාඛපනස්ස භගිනී සාමං දිට්ඨාවා හෝති අනුස්සවසුතාවා ඒවං සීලාසා භගිනී අහෝසීතිපි ඒවං ධම්මාසා භගිනී අහෝසීතිපි ඒවං පඤ්ඤාසා භගිනී අහෝසීතිපි ඒවං විහාරිනී සා භගිනී අහෝසීතිපි ඒවං විමුත්තාසා භගිනී අහෝසීතිපීති සාතස්සා සද්ධංච සීලංච සුතංච චාගංච පඤ්ඤංච අනුස්සරන්ති තතත්තාය චිත්තං උපසංහරති ඒවං භික්ඛෝ අනුරුද්ධා භික්ඛුනියා පාසු විහාරෝ හෝති ඉදානුරුද්ධා භික්ඛුනී සුනාති ඉත්තන්නාමා භික්ඛුනී කාලකතා සා භගවතා ව්‍යාකතා පංචන්නං ඕරම්භාගියානං සංයෝජනානං පරික්ඛයා ඕපපාතිකා තත්ථ පරිනිබ්බායිනි අනාවත්ති ධම්මා තස්මා ලෝකාති සාඛපනස්ස භගිනී සාමං දිට්ඨාවාති අනුස්සවසුතාවා ඒවං සීලාස භගිනී අහෝසීතිපි ඒවං ධම්මා පේයාල ඒවං පඤ්ඤා පේයාල ඒවං විහාරිනී පේයාල ඒවං විමුත්තාසා භගිනී අහෝසි ඉතිපීති සාතස්සා සද්ධංච පේයාල පඤ්ඤංච අනුස්සරන්ති තතත්තාය චිත්තං උපසංහරති ඒවං භික්ඛෝ අනුරුද්ධා භික්ඛුනියා පාසු විහාරෝති ඉදානුරුද්ධා භික්ඛුනී සුනාති ඉත්තන්නාමා භික්ඛුනී කාලකතා සා භගවතා ව්‍යාකතා තින්නං සංයෝජනානම් පරික්ඛයා රාග දෝස මෝහානං තනුත්තා සකදාගාමිනී සකිදේව ඉමං ලෝකං ආගන්ත්වා දුක්ඛස්සන්තං කරිස්සතිති සාඛපනස්සා භගිනී සාමන්දිට්ඨාවා හෝති අනුස්සවසුතාවා ඒවං සීලාසා භගිනී අහෝසීතිපි ඒවං ධම්මා පේයාල ඒවං පඤ්ඤා පේයාල ඒවං විහාරිනී පේයාල एवं विमुक्तासा भगिनी अहोसीति पीति सा तस्सा सन्धञ्च पियाल पञ्यञ्च अनुसरन्ति तथत्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनियापासु विहारोति इदानुरुद्धा भिक्खुनी सुनाति इत्थन्नामा भिक्खुनी कालकथा सा भगवता व्याकथा तिन्नं संयोजनानं परिक्खया सोतापन्ना अविनिपात धम्मा नियता संबोधि परायनाति साखोपनस्सा भगिनी सामं दिट्ठावा होति अनुस्वसुतावा एवं शीला सा भगिनी अहोसीतिपि एवं धम्मा पियाल एवं पञ्ञा पियाल एवं विहारिणी पियाल एवं विमुक्ता सा भगिनी अहोसीति पीति सा तस्सा सन्धञ्च पियाल पञ्यञ्च अनुसरन्ति तथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा भिक्खुनियापासु विहारोति इदानुरुद्धा उपासको सुनाति इत्थन्नामो उपासको कालकतो सो भगवता व्याकतो पञ्चन्नं ओरं भाग्यानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिम्बाय अनावत्ति धम्मो तस्मालोकाति सोखोपनस्स आयस्मा सामन्दिट्ठो आहोति अनुस्वसुतो एवं शीलोऽसो आयस्मा अहोसीतिपि एवं धम्मोऽसो आयस्मा अहोसीतिपि एवं पञ्योऽसो आयस्मा अहोसीतिपि एवं विहारीसो आयस्मा अहोसीतिपि एवं विमुक्तोऽसो आयस्मा अहोसीतिपीति सो तस्स सन्धञ्च शीलञ्च सुतञ्च चागञ्च पञ्यञ्च अनुसरन्तु तथन्ताय चित्तं उपसंहरति एवं भिक्खो अनुरुद्धा उपासकस्स पासु विहारोति इदानुरुद्धा उपासको सुनाति इत्थन्नामो उपासको कालकतो सो भगवता व्याकतो तिन्नं संयोजनानं परिक्खया रागदोषमोहानन्तनुता सकदागामी सकिदेव इमं लोकं आगन्त्वा दुःखसन्तं करिष्यति इति सुखोपनस्यायस्मा सामन्दिन्थो आहोति अनुस्वसुतो एवं शीलो सो आयस्मा अहोसितिपि एवं धम्मो पेयाल एवं पञ्यो पेयाल एवं विहारी पेयाल एवं विमुक्तो सो आयस्मा अहोसीति पीति सो तस्स सद्धंच पेयाल पञ्यंच अनुसरन्तो तथन्ताय चित्तं उपसंहरति एवं भिखो अनुरुद्धा उपासकस्य पासु विहारोति इदानुरुद्धा उपासको सुनाति इत्थन्नामो उपासको कालकतो सो भगवता व्याकतो तिन्नं संयोजनानं परिक्खया सोतापन्नो अविनिपात धम्मो नियतो संबोधिपरायणोति सुखोपनस्यायस्मा सामन्दिन्थो आहोति अनुस्वसुतो एवं शीलो सो आयस्मा अहोसितिपि एवं धम्मो पेयाल एवं पञ्यो पेयाल एवं विहारी पेयाल एवं विमुक्तो सो आयस्मा अहोसीति पीति सो तस्स सद्धंच पेयाल पञ्यंच अनुसरन्तो तथन्ताय चित्तं उपसंहरति एवं भिखो अनुरुद्धा उपासकस्य पासु विहारोति इदानुरुद्धा उपासिका सुनाति इत्थन्नामा उपासिका कालकता सा भगवता व्याकता पञ्चन्नं ओरं भाग्यानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिम्बायिनी अनावत्ति धम्मा तस्मा लोकाति साखोपनस्य भगिनी सामन्दिन्थाति अनुस्वसुता एवं शीला सा भगिनी अहोसितिपि एवं धम्मा सा भगिनी अहोसितिपि एवं पञ्या सा भगिनी अहोसितिपि एवं विहारिणी सा भगिनी अहोसीतिपि एवं विमुक्ता सा भगिनी अहोसीतिपीति सा तस्सा सन्धं च शीलं च सुतं च चागं च पञ्यं च अनुसरन्ति तथन्ताय चित्तं उपसंहरति एवं पिखो अनुरुद्धा उपासिकाय फासु विहारोति इधानुरुद्धा उपासिका सुनाति इत्थन्नामा उपासिका कालकता सा भगवता व्याकता तिन्नं संयोजनानं परिक्खया रागदोषमोहानं तनुत्ता सकदागामिनी सखी देव इमं लोकं आगन्त्वा दुःखसंतं करिष्यतीति साखोपनस्सा भगिनी सामन्दिट्ठा वा होति अनुस्वसुता वा एवं शीला सा भगिनी अहोसीतिपि एवं धम्म पियाल एवं पञ्ञा पियाल एवं विहारिणी पियाल एवं विमुक्ता सा भगिनी अहोसीतिपीति सा तस्सा सन्धं च पियाल पञ्ञं च अनुसरन्ति तथन्ताय चित्तं उपसंहरति एवं पिखो अनुरुद्धा उपासिकाय फासु विहारोति इधानुरुद्धा उपासिका सुनाति इत्थन्नामा उपासिका कालकता सा भगवता व्याकता तिन्नं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणाति साखोपनस्सा भगिनी सामं दिट्ठा वा होति अनुस्वसुता वा एवं शीला सा भगिनी अहोसीतिपि एवं धम्मा सा भगिनी अहोसीतिपि एवं पञ्ञा सा भगिनी अहोसीतिपि एवं विहारिणी सा भगिनी अहोसीतिपि एवं विमुक्ता सा भगिनी अहोसीतिपीति सा तस्सा सन्धं च शीलं च सुतं च चागं च पञ्ञं च अनुसरन्ति तथा चित्ताय चित्तं उपसंहरति। एवं भिक्खो अनुरुद्धा उपासिकाय पासु विहारोति। इति खो अनुरुद्धा तथागतो न जनकुहनत्थं न जनलपनत्थं न लाभसंकारसिलोकानि संसत्थं न इति मञ्जनो जानातोति। सावके अम्भति ते कालकते उपपत्ति सुव्याकरोति। असु अमुत्र उपपन्नो असु अमुत्र उपपन्नोति। संति चखो अनुरुद्धा कुलपुत्ता संधा उलार वेदा उलार पामुञ्जा। ते तं सुत्वा तथन्ताय चित्तं उपसंहरन्ति। ते संतं अनुरुद्धा होति। दीघरत्तं हिताय सुखायाति। इदम् वोच भगवा अत्तमनो आयस्मा अनुरुद्ध भगवतो भासितं अभिनन्दिति। नलकपानसुत्तं निट्ठितं